नमो नमः। अत्र वयं षष्टिविभक्तेः अभ्यासं कुर्मः स्म गते सप्ताहे। तत्र गृहपाठः जातः पूर्वं अनन्तरम् इत्यनयोः अभ्यासः। तत्र वाक्यमस्ति वा महोदय? सुब्रह्मण्यं महोदय श्रावयतु। सीतायाः स्वीकरणात् पूर्वं रामः शिवधनोः तृट्यति। सीतायाः स्वीकरणात् पूर्वं रामः शिवधनोः तृट्यति। वाक्यं समीचीनमस्ति। अस्तु, समीचीनम्। इदानीं सन्ध्याभगिनी, वाक्यमस्ति वा? अस्ति। अहं सायङ्कालात् पूर्वं गृहपाठः कृतवती। सायङ्कालस्य अनन्तरं दूरदर्शिनी दृष्टवती। बहु समीचीनमस्ति। एका एव वार्ता अस्ति यत् भवती यत् पाठयति यं यां यत् वा तस्य का विभक्तिः भवति वा? का विभक्तिः भवति? अपि च पश्यति यत् पठति, पठति पश्यति इत्यादिकं, तत्र का विभक्तिः भवति? विभक्ति क्रियपदस्य। वाक्यं नाम दोषः अस्ति तत्र वाक्ये, कोऽपि वदति वा? पुनः वदतु वाक्यं। पुनः अहं सायङ्कालात् पञ्चमी विभक्ति। तत् समीचीनं। सायङ्कालात् अहं सायङ्कालात् पूर्वं गृहपाठं कृतवती। हा, गृहपाठः इति भवती उक्तवती। आम्, गृहपाठं कृतवती सायङ्कालस्य अनन्तरं दूरदर्शिनीं दृष्टवती। हा, इदानीं सम्यक् अस्ति। अस्तु, अभिनवमहोदय, वाक्यमस्ति वा? विद्यालयं गमनस्य पूर्वम् अहं जलपानं कृतवान्। वाक्यं पुनः वदतु। विद्यालयं गमनस्य पूर्वं तत्र कोऽपि दोषः अस्ति वा? विद्यालयस्य विद्यालयस्य गमनस्य पूर्वम् अहं जलपानं कृतवान्। हा, इदानीं सम्यक् अस्ति। तत्र सामान्यदोषः अस्ति। गृहपाठः अस्मिन्नेव विषये अस्ति। तत्र द्वितीयविभक्तिः न भवति, षष्टिविभक्तिः भवति, न तु द्वितीयविभक्तिः। तत्र वाक्यं पुनः वदतु। विद्यालयस्य गमनस्य पूर्वम् अहं जलपानं कृतवान्। तर्हि अहं विद्यालयं गच्छामि। अहं विद्यालयं गच्छामि, तत्र विद्यालयम् इत्यस्य का विभक्तिः? द्वितीयविभक्तिः, यतोहि तत्र कर्मपदमस्ति। विद्यालयं गच्छामि कर्मपदमस्ति, किन्तु यत्र गमनमस्ति न तु गच्छति। किं गमनात् पूर्वं, गमनस्य अनन्तरं किम् उक्तवान्? हा, गमन तत्र पञ्चमी भवति। पूर्वमिति तत्र षष्टिः न भवति, पञ्चमी भवति। गमनात् पूर्वं, विद्यालयात् गमनात् पूर्वं, न न विद्यालयस्य गमनात्। पश्यतु, यत्र अहं गच्छामि विद्यालयं गच्छामि, खण्डशः कुर्मः, अहं विद्यालयं गच्छामि, तत्र विद्यालयमिति अस्य द्वितीयविभक्तिः कर्मपदत्वात्, कर्मपदमित्यस्य कारणतः। इदानीं गच्छामि इति अनुक्त्वा गमनम्, तत्र अहं विद्यालयस्य गमनं करोमि, अहं विद्यालयस्य गमनं करोमि, अहं दर्शनं करोमि, गमनं करोमि, चिन्तनं करोमि, यत्किमपि करोमि, तस्य यत्र कर्मपदम् आसीत्, अहं विद्यालयं गच्छामि इति कर्मपदमस्ति, अहं सङ्गीतं शृणोमि अहं श्रवणं करोमि वाक्यं वदतु इदानीम् अहं सङ्गीतं शृणोमि अहं श्रवणं करोमि इदानीं वदतु यत् कर्मपदम् आसीत् इदानीं श्रवणं दर्शनं गमनं यत्किमपि वदामः तत्र षष्टि तस्मात् पूर्वं यत् कर्मपदम् आसीत् तत्र षष्टि विभक्ति भवति इदानीं पूर्वम् इति शब्दः अस्ति चेत् तर्हि गमनम् इत्यस्य पञ्चमी भविष्यति गीतस्य श्रवणात् पूर्वं भोजनं खादितवान् गीतस्य श्रवणात् पूर्वं स्पष्टमस्ति वा अस्तु प्रकाशमहोदय वा किमस्ति वा मेघगर्जनस्य श्रवणस्य अनन्तरं वृष्टि आगता समीचीनम् एक एव दोषः तत्र पुनः वदतु मेघगर्जनस्य श्रवणस्य अनन्तरं वृष्टि आगता लघुदोषः नाम मुख्यसिद्धान्तः अस्माकम् अद्यतनः सः समीचीनः किन्तु लघुदोषः अस्ति कोऽपि वदति वा पुनः वदतु मेघगर्जनस्य श्रवणस्य अनन्तरं तावत् समीचीनम् अनन्तरं किम् अनन्तरं वृष्टि आगता वृष्टिः इति न विसर्गः अस्ति तत्र ओ वृष्टिः आगता आगतवता इति अपि वक्तुं शक्यते भेदः सामान्यतया यत्र कर्ता सक्रियः अस्ति पुरुषः पशुः यः कोऽपि किमपि स्वयं स्वेच्छया करोति तत्र कृतवान् कृतवती इति इत्यादिकमस्ति वृष्टिः स्वयम् आगतवती इति वयं नाम तत्र किञ्चन वैचित्र्यमस्ति वानं न न पुरुषः आगतवान् महिला आगतवती किन्तु वृष्टिः आगतवती इति न कोऽपि वदति आगता इति लिङ्गभेदः अस्ति आगतः पुरुषः आगतः पुरुषः अस्ति चेत् तत्र आगतवान् अपि वक्तुं शक्नुमः आगतः अपि वक्तुं शक्नुमः किन्तु वृष्टिः अस्ति चेत् आगता इति एव भविष्यति यथा शिलाखण्डः तत्र पतितवत् इति न कोऽपि वदति पतितः पुल्लिङ्गशब्दः पतितः पतितवान् शिलाखण्डः पतितवान् इति अहं शिलाखण्डं पातितवान् अहं कृतवान् यः किमपि स्वेच्छया करोति तत्र वान् वति वत् इति भवति किन्तु स्वयम् एवमेव भवति सामान्यतया तत्र प्रत्ययद्वयमस्ति कृतवान् तत्र वान् अस्ति कृतः कृता कृतं कृतवान् कृतवती कृतवत् अस्तु अद्यतनपाठः नास्ति अन्यत् वाक्यम् इदानीं निहारिका भगिनी वदति वा एतेषां बालकानां क्रीडनात् पूर्वं निद्रं कृतवान् पुनः वदतु एतेषां बालकानां क्रीडनात् पूर्वं निद्रं कृतवान् वाक्यम् अत्युत्तमम् अस्ति अत्युत्तमम् अतिसुन्दरं वाक्यमस्ति भगिनि एकः एव दोषः कोऽपि वदति वा कृतवती पुनः वाक्यं वदतु एतेषां बालकानां क्रीडनात् पूर्वं निद्रं कृतवान् दोषद्वयमस्ति यदा पूर्वम् अस्ति पञ्चमी. हा, इति एकः दोषः. भवान् वदतु अभिनय महोदय. अहं वाक्यं न. हा हा, किन्तु हा हा कृतवन्तः. हा हा हा, किमर्थं तत्र एतेषाम् एतेषाम् इति अस्ति, अतः बहुवचने अस्ति भगिनि, खलु? बहुवचने. हा, इदानीं पुनः वाक्यं वदतु. एक एव दोषः अवशिष्टः. एतेषां बालकानां क्रीडनात् पूर्वं निद्रां कृतवन्तः. निद्रां निद्रां निद् दोषः कः? निद्रां. हा हा, तत्र निद्रा इति अस्ति शब्दः, खलु? स्त्रीलिङ्गशब्दः निद्रा. निद्रा, निद्रा इति न, निद्रा अस्ति. द्वितीयविभक्त्यन्तं पदं किम्? निद्राम्. वाक्यं बहु समीचीनमस्ति, पुनः वदतु एकवारम्. एतेषां बालकानां क्रीडनात् पूर्वं निद्रां कृतवन्तः. इदानीं सम्पूर्णमस्ति वाक्यं. लक्ष्मी भगिनी अग्रे. रात्रिवेलायाम् आहारस्य खादनस्य अनन्तरं किञ्चित् दूरं चलित्वा तदनन्तरं निद्रां करोमि. पुनः पुनः वदतु कृपया, आरम्भस्य भागः न श्रुतः. रात्रिवेलायाम् आहारस्य खादनस्य अनन्तरं किञ्चित् दूरं चलित्वा अथवा भ्रमित्वा तदनन्तरं निद्रां करोमि. बहु समीचीनमस्ति वाक्यं, बहु समीचीनमस्ति. लक्ष्मी भगिनी, निहारिका, सन्ध्या, सर्वे उक्तवन्तः वा? प्रकाशमहोदय, प्रकाशमहोदय, सन्ध्या भगिनी, निहारिका भगिनी, लक्ष्मी भगिनी, सर्वे उक्तवन्तः. भवान् विद्यालयस्य गमनात् पूर्वम् अहं पाठं पठामि. हा, विद्यालयस्य गमनात् पूर्वम् अहं पाठं पठामि. वाक्यं समीचीनमस्ति. अन्यत् वाक्यं? रामस्य दर्शनस्य अनन्तरं शबरी फलं निवेदयति. रामस्य दर्शनस्य अनन्तरं शबरी फलं निवेदयति. एकवचनं शबरी. शबरी, शबरी नाम शबरी. ओ अस्तु, शबरी अनन्तरं रामायण फलं निवेदयति. वाक्यं समीचीनमस्ति. अस्तु, अभिनवमयाग्रे. कार्यानस्य चालनात् पूर्वम् अहम् इन्धनं पूरयामि. पूरयामि. समीचीनमस्ति. अस्तु, प्रकाशमहोदय अग्रे. प्रकाशमहोदय. आम्, यात्रायाः गमनतः पूर्वं सीता यानपेटिका बन्धनं कृतवती. पुनः वदतु. यात्रायाः गमनतः पूर्वं सीता यानपेटिका बन्धनं कृतवती. यात्रायाः गमनं, तत्र समस्या अस्ति. यात्रायाः गमनं, यत्र यत्र यत्र गम्यते, यत्र गच्छामः तत्र. किन्तु यात्रा इति अस्माकं गन्तव्यस्थानं नास्ति, खलु? अस्तु, भवतु भवतु. वाक्यं समीचीनमस्ति. यात्रायाः गमनं, किन्तु यात्रा प्रायः नाम तत्र तत्र वैशिष्ट्यं, तत्र किञ्चित् षष्टि न स्यात्. चतुर्थीविभक्तिः यात्रायै. प्रायः यात्रायै, यात्रायै गमनात् पूर्वं. यत्र यथा भवान् एवं चिन्तयतु प्रकाशमहोदय, यत्र द्वितीयविभक्तिः अभविष्यत्, यत्र यत्र प्रथमाविभक्तिः अथवा द्वितीयविभक्तिः. तत्र कर्तृपदस्य अथवा कर्मपदस्य. किन्तु यथा अहं यात्रां गच्छामि इति न वदामः खलु, यात्रां गच्छामि, यात्रार्थं गच्छामि, यात्रार्थम् अथवा यात्रायै समीचीनमस्ति चतुर्थी. तत्र क्रियापदं यदि अभविष्यत्, इफ् इट् हेड् बीन् अ क्रियापदं, तर्हि का विभक्तिः अभविष्यत्? यदि प्रथमाविभक्तिः अथवा द्वितीयविभक्तिः अभविष्यत् तर्हि भविष्यति षष्ठी अत्र. अस्तु, सन्ध्या भगिनी अग्रे. खादनात् पूर्वं स्नानं करोतु, खादनस्य अनन्तरं कार्यालयं गच्छतु. हा, वाक्यं समीचीनं. लक्ष्मी भगिनी अग्रे. फलानां क्षालनस्य अनन्तरं खादनीयम्. अस्तु, समीचीनमस्ति. निहारिका भगिनी. तस्याः महिलायाः पूज्याः कृतनात् पूर्वं स्नानं कृतवती. समीचीनं, पुनः वदतु. तस्याः महिलायाः पूजायाः कृतनात् पूर्वं कृतनात् इति किं भवत् किं भविष्यति अत्र? कृतनात् करोति इत्यस्य भावः करणम्. भवति भवनं, करोति करणं, शृणोति श्रवणं, तर्हि करणं, तर्हि समीकरोतु, पुनः वदतु. तस्याः महिलायाः पूजायाः करणात् पूर्वं स्नानं कृतवती. बहु सुन्दरं वाक्यं, बहु समीचीनम् अस्ति. अस्तु, अग्रे प्रकाशमहोदय अग्रे. नगरस्य कोलाहलस्य अनन्तरं समुद्रतटः साधु. समीचीनमस्ति, अग्रे. शुभमन्यवादः. चिकागो नगरस्य प्रवेशानन्तरं विवेकानन्दः भाषणं कृतवान्. हा, समीचीनमस्ति. इदानीम् एकवार्ता अस्ति, प्रवेशानन्तरम् इति समस्तपदमस्ति, संयुक्तपदमस्ति. अत्र हा, अत्र अस्माकम् अभ्यासः तत्र नास्ति. पूर्णतया वदतु. चिकागो नगरस्य प्रवेशस्य अनन्तरं विवेकानन्दः भाषणं कृतवान्. हा, इदानीं समीचीनमस्ति. दोषः तु नासीत्. वीरवारात् पूर्वं बुधवार. कस्मात् पूर्वं? वीरवार, गुरुवार. वीरवार, गुरु, गुरुवार, बृहस्पतिवार. ओ, वीरवार इति अपि भवति वा? गुरुवासरः. किन्तु अत्र वारः इति अपि भवितुमर्हति, किन्तु हिन्दीभाषायाः शैली अस्ति. अत्र संस्कृते वासरः. वीरवासरात् पूर्वं बुधवासरः भवति. हा, समीचीनमस्ति. वीरवासरः न कदापि श्रुतवान् मया. भवान् जानाति वा? नूतनसमाचारः. बृहस्पतिवासरः, गुरुवासरः. प्रकाशमहोदय, कदापि श्रुतवान् वा? न, वयं अन्यत् वाक्यम्. अस्तु अस्तु अस्तु, किन्तु सिद्धान्तः समीचीनः अस्ति. शब्दकोशे योजनीयः. तेलुगु लक्ष्मीवारं. रत्नेश महोदय. विद्यालयस्य गमनस्य अनन्तरं वयं क्रीडनं कुर्यामः. हा, समीचीनमस्ति. अस्तु लक्ष्मी भगिनी यानस्य आरोहणस्य अनन्तरं सम्यक् चालनीयम् समीचीनमस्ति अस्तु सन्ध्या भगिनी यात्रायाः पूर्वं वैद्यं गच्छतु वैद्याः अनन्तरं पेटिकाम् अन्वेषणं करोतु अत्र एकः दोषः निश्चितः अनन्तरं लघु वार्ता अस्ति पुनः श्रावयतु यात्रायाः पूर्वं वैद्यां गच्छतु तत्र द्वयमपि भवतु वैद्यः वैद्या पुरुषः अस्ति वैद्यः महिला अस्ति वैद्या स्त्रीलिङ्गवैद्य अस्तु वैद्यां गच्छतु वैद्यायाः अनन्तरं पेटिकाम् अन्वेषणं करोतु अत्र दोषः कः वैद्यायाः अनन्तरं वैद्यायाः इस् नाट् बेसिकलि अस्तु अस्तु अस्तु किन्तु संस्कृतेन वदतु समीचीनमस्ति भवतः सन्देशः समीचीनः अस्ति वैद्याः वैद्यायाः अनन्तरम् इति प्रायः न वदामः वैद्यायाः समीपे गमनानन्तरं गमनस्य अनन्तरं वैद्यायाः अनन्तरम् इति प्रायः न स्यात् वैद्यायाः समीपे गमनानन्तरं गमनस्य अनन्तरम् अवगतं वा इति एकः दोषः द्वितीयदोषः यात्रा समीचीनमस्ति पुनः वदतु यात्रायाः पूर्वं यात्रायाः पूर्वं तु समीचीनमस्ति पुनः वदतु भवती वदतु किं वाक्यं यतोहि तत्र वैद्यः अत्र यात्रा इति काचन घटना अस्ति वैद्या इति घटना नास्ति पुरुषः अस्ति अतः वैद्यायाः पूर्वम् इति न वदामः किन्तु यात्रायाः अथवा चलचित्रस्य पूर्वम् इति वक्तुं शक्नुमः बिफोर् द मूवी वक्तुं शक्नुमः किन्तु बिफोर् द वैद्या इति न वदामः चलचित्रं चतुर्वादने अस्ति चलचित्रस्य पूर्वं भोजनं भवतु इति वक्तुं शक्नुमः चलचित्रस्य पूर्वम् इत्यस्य अर्थः अस्माकं तत्र गमनमिति नास्ति चलचित्रं चतुर्वादने अस्ति किन्तु वैद्या चतुर्वादने अस्ति इति वक्तुं न शक्नुमः वैद्या कस्मिन् समये कस्मिंश्चित् समये न भवति किन्तु चलचित्रं चतुर्वादने भवति इति वक्तुं शक्यते पुनः वाक्यं वदतु भगिनि एकः दोषः अस्ति सर्वे शृण्वन्तु अभिनवमहोदय भवतः उत्तरदायित्वं भविष्यति शृणोतु वदतु प्रथमः प्रकाशमहोदय भवान् अपि चिन्त्य सर्वे चिन्तयतु वाक्यं वदतु यात्रायाः पूर्वं वैद्यां गच्छतु अहं न श्रुतवती किं लिखितुम् आवश्यकं वैद्यायाः गमनस्य वैद्यायाः समीपे गमनस्य वैद्यायाः समीपे गमनस्य अनन्तरं पेटिकाम् अन्वेषणं करोतु. दोषः कुत्र अस्ति प्रकाशमहोदय वदतु. पुनः वदतु वैद्यस्य समीपे गमनस्य अनन्तरं पेटिकायाः अन्वेषणं करोतु. तत्र पेटिकायाः अत्र अद्यतनपाठः तत्र पेटिकाम् अन्वेषयतु. पेटिकाम् अन्वेषयतु किन्तु अन्वेषणम् अस्ति चेत् षष्टि कर्मपदमासीत् इदानीं षष्टि विभक्तिः भविष्यति. पेटिकायाः अन्वेषणम् न वैद्यां गच्छतु इति न यात्रायाः पूर्वं वैद्यालयं गच्छतु. वैद्यां गच्छतु इति न भवति. वैद्यां गच्छतु इति न भवति. वैद्यां गच्छतु तत्र वैद्यां गच्छतु वैद्यस्य समीपे वैद्यायाः समीपे तत्र आङ्ग्लभाषायाः अनुवादः गो टु द डाक्टर् तत्र वक्तुं न शक्नुमः संस्कृतेन. वैद्यायाः समीपे गमनस्य अनन्तरम् इति भवति. अस्तु समीचीनं. निहारिका भगिनी वदतु. बालकस्य गृहपाठस्य लिखनस्य अनन्तरं क्रीडितवान्. समीचीनम्. एकः दोषः अस्ति. पुनः वदतु. बालकस्य गृहपाठस्य लिखनस्य अनन्तरं क्रीडितवान्. कोऽपि वदति वा? लेखनस्य. वदतु. लेखनस्य अनन्तरं. समीचीनं भगिनि. लेखनमस्ति लेखनं नास्ति लेखनमस्ति. तत्र साक्षात् न उक्तं किन्तु एकः नाम अस्मिन् वाक्ये कश्चन पुरुषः अस्ति बालकस्य अतः सः इति अवगच्छामः. दोषः नास्ति तत्र अवगच्छामः. अन्यत् वाक्यमस्ति महोदय. भवान् महोदय वदतु. समये त्रिवादनं भवति. नाम कथा अस्ति वा? अस्तु इदानीम् अस्तु कथां पठामः. इदानीमेव कथां पठामः अनन्तरं समयः यतोहि अद्य पादोनचतुर्वादनपर्यन्तम् अस्ति वर्गः. पञ्चदशनिमेषानन्तरं अग्रे भविष्यति अतः समयः अस्ति चेत् अनुवर्तयिष्यामः. नास्ति चिन्ता. कथा अस्ति. अस्तु प्रकाशमहोदय कृपया पठतु. दुराशा पीडितः नापितः. दुराशा पीडितः नापितः. पूर्वं पाटलिपुत्रनगरे मणिभद्रः नाम श्रेष्ठी आसीत्. कालान्तरे विधिवशात् सः अतीव निर्धनः जातः. दारिद्र्येण अत्यन्तं खिन्न सः प्राणत्यागं करोमि इति निश्चितवान्. परन्तु एतावता अर्थः कः? पाटलिपुत्रनगरे एक मणिभद्रः अस्ति. स धनं नास्ति. सः प्राणत्यागं करोमि अहम् अति धनं नास्ति इति निश्चित्यं करोति. समीचीनमस्ति. अत्र सर्वे जानन्ति सर्वान् शब्दान्. मणिभद्रः नाम श्रेष्ठी आसीत्. श्रेष्ठी आसीत् वाणिज्यं वाणिज्यं यः करोति कालान्तरे कालान्तरे नाम कालस्य गमनेन कालस्य गमनेन विधिवशात् विधिवशात् नाम विधि अत्र संयुक्तपदमस्ति तर्हि विधि इत्यस्य कश्चन विभक्तिः काचन विभक्तिः यस्याः लोभः जातः यथा विधि तत्र षष्टिविभक्तिः विधेः विधेः वशः विधेः वशः तस्मात् विधेः वशः तस्मात् अवगच्छन्ति वा निहारिका भगिनी विधिः विधिः नाम बहवः अर्थाः सन्ति अत्र फेत् इति चिन्तयतु नियमः अपि अर्थः अस्ति खलु नियमः अपि अर्थः अस्ति अत्र फेत् इति प्रायः अस्ति खलु फेत् आङ्ग्लभाषया under the control of fate vashah nama control due to fate huh? vidhi vashat because of his fate vidhi vashat saha ativa nama bahu nirdhanah jatah nirdhanah daridryena daridryam iti daridrasya bhavah यथा उष्णः औष्ण्यं दरिद्रः दारिद्र्यं दारिद्र्यं तेन दारिद्र्येण अत्यन्तं खिन्नः खिन्नः इति खेदस्य विशेषणं खेदस्य विशेषणं खिन्नः खिन्नः खेदः इति भावः खिन्नः यथा करोति इत्यस्य कृतः श्रुतः लिखितः पठितः खिन्नः अपि तथा भिन्नः अपि तथा भिद्यते इति भिन्नः खिद्यते इति खिन्नः खिन्नः सः प्राणस्य त्यागम् इति प्राणत्यागं करोमि इति निश्चितवान् अस्तु लक्ष्मी भगिनी अग्रे परन्तु तस्मिन् दिने सः एकं स्वप्नं दृष्टवान् क्षपणकः तेन दृष्टः सः क्षपणकः उक्तवान् भोः मणिभद्र अहं भवतः पूर्वजैः सम्पादितः निधिः मम नाम पद्मनिधिः अहं भवतः गृहम् आगन्तुम् इच्छामि प्रातः क्षपणकरूपेण तत्र आगमिष्यामि भवान् दण्डेन मम शिरसि ताडयतु अहं तदा कनकमयः भूत्वा अक्षयः भविष्यामि इति अनन्तरं मणिभद्रः जागरितः अस्तु इदानीं भवती एव वदतु तस्य अर्थः कः सः मणिभद्रः एकं स्वप्नं दृष्टवान् स्वप्ने सः एकः क्षपणकं दृष्टवान् क्षपणकः नाम बौद्धधर्मस्य कश्चन सन्यासी भिक्षुकः अथवा भिक्षुकः स्वप्ने मणिभद्रः एकः क्षपणकं दृष्टवान् स्वप्ने सः क्षपणकः उक्तवान् अहं भवतः पूर्वजैः निधिः निधिः नाम निधिः निधिः निधिः धनस्य सङ्ग्रहणम् अधिकं धनम् अस्तु अत्यन्तं धनम् अग्रे अहं भवतः गृहम् आगन्तुमिच्छामि तदर्थं प्रातः अहं क्षपणकरूपेण भवतः गृहम् आगमिष्यामि तदा भवान् एकं दण्डेन एकेन दण्डेन अहं ताडयतु मां ताडयतु तदनन्तरम् अहं अक्षयं कनकमयं भविष्यामि अहम् अक्षयः अक्षयमिति किमर्थं वदति भवति तत् द्वितीयविभक्तिः किमर्थम् प्रथमविभक्तिः अस्ति खलु अहम् अक्षयः अहम् अक्षयः कनकमयः भविष्यामि इति उक्तवान् क्षयः नाम कोऽपि वदति वा अक्षयः यस्य क्षयः न भवति क्षयमिति न जानाति वा क्षय किन्तु यकारस्य द्विवारमिति वा अक्षय्यः तत्र कः प्रत्ययः अस्ति इति न जाने अहं कश्चन प्रत्ययः अस्ति किन्तु अर्थः सः भिन्न अर्थः नास्ति प्रायः बहवः प्रत्ययाः सन्ति ये स्वार्थे सन्ति स्वार्थकप्रत्ययाः नाम अस्य प्रत्ययस्य योजनेन अर्थः भिद्यते इति न अर्थः समानः यथा कप्रत्ययः एकार्थबोधकः एकार्थबोधकः अयं शब्दः एकार्थबोधकः नाम अस्य शब्दस्य अर्थः अस्य शब्दस्य समानः एकार्थबोधकः तत्र कः इत्यस्य कोऽपि अर्थः नास्ति स्वार्थे अस्ति अर्थभेदः न भवति तथा एकार्थबोधः एकार्थबोधकः अत्र य इति कश्चन प्रत्ययः स्यात् येन अर्थः न परिवर्तते अस्तु तर्हि अग्रे इदानीम् अभिनवमहोदय कृपया अनन्तरदिने प्रातः स्वप्नोक्तरीत्या एकः क्षपणकः गृहम् आगतवान् मणिभद्रः अपि दण्डेन तं क्षपणकं शिरसि ताडितवान् क्षपणकः कनकमयः भूत्वा भूमौ पतितवान् मणिभद्रः सर्वं कनकं गृहस्य अन्तः नीतवान् प्रातःकाले मणिभद्रः यः स्वप्नः दृष्टवान् तत् स्वप्नस्य अनुसारम् एकः क्षपणकः आगतवान् मणिभद्रः तं दण्डेन ताडितवान् क्षपणकः कनकमयः भूत्वा पतितवान् मणिभद्रः सर्वं कनकं गृहे आनीतवान् अत्र कनकमयः नाम किं कनकमयः शरीरं कनकं कनकस्य शरीरं भवति कनकमयः नाम हा कनकस्य हा शरीरमिति वक्तुं शक्नुमः यथा कनकः यथा कनकः तथा यथा यथा आनन्दमयः आनन्दमयं नाम नाम शरीरं नास्ति चेदपि भवति खलु आनन्दमयम् बहुत्र भवति खलु अस्तु अस्तु तर्हि अग्रे इदानीं महोदय अत्रान्तरे कश्चितः नापितः कश्चित् नापितः तत्र आगतवान् सः प्रवृत्तं सर्वमपि दृष्टवान् एतत् ज्ञात्वा मणिभद्रः नापितं गृहस्य अन्तः आहूय मित्र अत्र इदानीं भवता यद् दृष्टं तद् अन्यत्र कुत्रापि न वक्तव्यम् इति उक्तवान् तस्मै उपायनरूपेण किञ्चित् धनमपि दत्तवान् अत्र एषः कः केशः केशः यः केशं कर्तयति सः नापितः कश्चित् नापितः तत्र आगतवान् अनन्तरं तत् नापितः सर्वं सः नापितः सः नापितः मणिभद्र क्षपणकः ताडनं सर्वं दृष्टवन्तः प्रवृत्तं नाम प्रवृत्तं प्रवृत्तं सर्वं दृष्टवान् तत् सङ्घटन सम्पूर्णं दृष्टवान् हा नाम प्रवृत्तं नाम यत् अभवत् तत् तत् सर्वं दृष्टवान् अग्रे मणिभद्र अग्रे एतत् ज्ञात्वा नापितः सर्वं दृष्ट्वा इति ज्ञात्वा मणिभद्र तत् नापितः समीचीनं तत् नापितः गृहस्य अन्तम् आह्वानं कृतवान् अपि उक्तवान् एतत् सर्वं दृष्टं तत् अन्यत् कोऽपि न उक्तवन्तः वक्तव्यं न उक्तवान् न उक्तवान् अथवा न वक्तव्यं तत्र भेदः कः उक्तवान् अहं वक्तव्यम् अन्यत्र न कः किम् उक्तवान् मणिभद्र नापितम् उक्तवान् किम् उक्तवान् एतत् सर्वं दृष्टवान् अन्यत्र न एतत् सर्वं यत् दृष्टवान् तत् अन्यत्र न वदतु मा वदतु अन्यत्र मा वदतु इति उक्तवन्तः किञ्चित् धनमपि मणिभद्र नापितं दत्तवान् नापिताय दत्तवान् चतुर्थी अस्तु अग्रे सन्ध्या भगिनी अग्रे नापितः स्वगृहं गत्वा चिन्तितवान् क्षपणकान् दण्डेन ताडयामः चेत् ते कनकमयाः भवन्ति इति तु निश्चितम् इति तु निश्चितम्। अतः अहमपि तथैव करोमि इति। तस्य अर्थः भवति वदतु। यदि अहमपि शपनकान् दण्डेन करोति, दण्डेन ताडयामि, तदा मया सह कनकं भवति। तदा पुनः तदा अहम् अपि कनकं दास्यति। न तत्र अन्यथा अवगमनमस्ति इति भाति। निहारिका भगिनी अवगच्छति वा? वदतु, तत्र कश्चन दोषः अस्ति। यदि नापितः किं चिन्तितवान्? रनेश महोदय साहाय्यं करोति वा? नापितः किं चिन्तितवान्? किं चिन्तितवान्? सः चिन्तितवान् यत् यदि दण्डेन ताडयेन् यदि दण्डेन ताडयेन् सपर्का कनकमया भवन्ति तर्हि अहमपि ताडयामि। इति वदति। सन्ध्या भगिनी अवगच्छति वा? नाम कः कनकमायः भविष्यति? नापितः इति न भवति इदानीमपि न, स एव दोषः। स्वयं कनकमायः इति न भवति खलु। स्वयं यः कनकान् दण्डेन ताडयामः चेत् ते कनकमयाः भवन्ति। के कनकमिच्छति वा? किन्तु कनकं भवितुमिच्छति इति न, ग्रहीतुमिच्छति। सः इच्छति यत् कनकः तस्य पार्श्वे भवेत्, किन्तु स्वयं कनकः इति न। यः कनकः भवति सः मृतः भवति खलु, मरणं भवति। कनकः जीवति वा? नास्ति। सः नापितः चिन्तयति यत् एतत् सर्वं दृष्ट्वा क्षमकाणां शिरसि तारणं यः करोति तत्र क्षपणिकाः कनकमयाः भवन्ति इति दृष्ट्वा नापितः स्वयं चिन्तयति यत् अस्तु अहम् अपि आह्वानं करिष्यामि। अतः तेषां शिरसि तारणेन ते स्वयं मम गृहे अपि कनकमयाः भवन्तु, येन मम पार्श्वे बहु धनम् आगच्छेत्। स्पष्टमस्ति? अस्तु, इदानीम् अग्रे निहारिका भगिनी अग्रे पठतु। अनन्तरं प्रातःकाले नापितः शपनकविहारं विहारं गतवान्। तत्र ध्यान सर्वान् अपि शपनकान् भवन्तः अद्य मध्याह्ने भोजनार्थं मम गृहम् आगच्छन्तु इति प्रार्थितवान् वदतु. अवगच्छति वा किञ्चित्? यत् अवगतं तद् वदतु. शपनकः उक्तवान् अद्य अहं भवन्तः गृहम् आगच्छामि. न तथा. अनन्तरं प्रातःकाले नापितः क्षपणकविहारं गतवान्. विहारं नाम विहारः, विहारं नाम आश्रमः, आश्रमः तेषां बौद्धधर्मस्य जैनधर्मस्य च तत्र तत्र आश्रमः. सः उक्तवान् अहम् आगच्छामि इति न, सः एकमेव तत्र गतवान्. अस्तु, अनन्तरं लक्ष्मी भगिनी किमभवत् अनन्तरं? तत्रत्यान् नाम तत्रत्यः, तत्र इत्यस्य, तत्रत्यान् नाम ये जनाः तत्र आसन् तान् उक्तवान्. तत्रत्यान् सर्वान् अपि क्षपणकान्, तत्रत्यान् नाम विहारस्य ये विहारे ये वसन्ति तान् सर्वान् उक्तवान्. निहारिका भगिनी पुनः पठतु अत्र अग्रे. भवन्तः अद्य मध्याह्ने मध्याह्ने नाम दिनस्य मध्ये द्वादशवादने एकवादने मध्याह्ने भोजनार्थं मम गृहम् आगच्छन्तु. ओ, कः उक्तवान्? नापितः. कान् उक्तवान्? न न, कः उक्तवान् नापितः? समीचीनम्. इदानीं द्वितीयप्रश्नः, कान् उक्तवान् नापितः? कान् उक्तवान्? तत्रायां सन्यासि क्षपणकान् तान् क्षपणकान् किम् उक्तवान्? मम गृहे मम गृहम् आगच्छन्तु इति प्रार्थितवान्. प्रार्थितवान् नाम उक्तवान्. हा, उक्तवान् नाम इति प्रार्थना. प्रार्थना इति जानाति वा? इन्वैट्? न न न, प्रार्थना नाम किं वदामः? प्रार्थना नाम यत्र रिक्वेस्ट्, पोलैट् रिक्वेस्ट्. प्रार्थनां कृतवान्. अस्तु, रणेश महोदय. क्षपणकाः अङ्गीकृतवन्तः, मध्याह्ने गृहम् आगतवन्तः अपि. नापितः द्वारं पिधाय दण्डेन तेषां शिरसि ताडयितुम् आरब्धवान्. क्षपणकाः भीत्या कोलाहलं कृतवन्तः. कोलाहलं श्रुत्वा राजभटाः आगतवन्तः. ते नापितं न्यायालयं नीतवन्तः. अस्तु, किम् अभवत्? क्षपणकाः निमन्त्रणं स्वीकृतवन्तः. तस्य गृहे अपि आगतवन्तः. गृहम् गृहमपि गृहे न, गृहे न भवति. सकर्मकधातुः अस्ति. गम धातुः सकर्मकः अतः द्वि यत्र गन्तव्यस्ताम् अस्ति आगन्तव्यम् अथवा गन्तव्यं यत्र तत्र द्वितीयविभक्तिः भवति न तु सप्तमी गृहम् आगतवन्तः अपि नापि तु स्वगृहस्य द्वारे तेषां क्षपणका नाम गृहस्य द्वारे द्वारम् अत्र द्वारं पिधाय द्वारस्य उद्घाटनं द्वारस्य पिधानम् द्वारम् उद्घाटयामि द्वारं पिदधामि द्वारं पिधाय वदतु द्वारं पिधाय तेषां शिरसि दण्डेन ताडितवान् क्षपणका ते कोलाहलं कृतवन्तः कोलाहलं श्रुत्वा राज भटा आगतवन्तः ते तान् नापितं दण्डाधिकारी समक्षे तान् इति क्षम्यतां तान् इति न ते ते नापितं दण्डाधिकारी समीपे नीतवान् नीतवन्तः समीचीनमस्ति अस्तु प्रकाशमहोदय अग्रे तत्र न्यायाधिकारी नापितं पृष्टवान् किमर्थं भवान् क्षपणकान् ताडयति इति अग्रे नापितः मणिभद्रस्य गृहे दृष्टं सर्वमपि उक्तवान् न्यायाधिकारी मणिभद्रम् आहूय तस्य मुखात् सर्वं वृत्तान्तं ज्ञातवान् अनन्तरं दुराशापीडितं तं नापितं शूलम् आरोपितवान् च वदतु तत्र न्यायाधिकारी पृच्छति नापितं नापितस्य पृच्छति नापितं पृच्छति पृच्छति क्षपणकान् किमर्थं ताडयति सः किमर्थं ताडयति भवान् इति पृच्छति नापितः मणिभद्रस्य गृहे किं किं दृष्टति उक्तवान् किं किं दृष्टवान् किं किं दृष्टवान् स उक्तवान् न्यायाधिकारी मणिभद्रम् आहूय पृष्टवान् किं पृष्टवान् वृत्तान्तम् वृत्तान्तम् इति जानाति वा न जानामि वृत्तान्तं नाम घटनां यत् अभवत् न्यायाधिकारी मणिभद्रं पृष्टवान् सर्वं वृत्तान्तं वदतु इति न्यायाधिकारी मणिभद्रं उक्तवान् तदनन्तरं वृत्तान्तं श्रुत्वा तदनन्तरं न्यायाधिकारी नापितं शूलम् आरोपितवान् शूलम् आरोपितवान् नाम मृत्युदण्डनं सत्यम् शूलम् हस्तेन शूलम् नाम एतत् शिव कुमार हस्तेन शूलम् त्रिशूलम् मध्ये शूलम् छुरिका इव अस्ति छुरिका नाम दीर्घमस्ति अन्ते छुरिका अस्ति तर्हि आरोपितवान् नाम तत्र मृत्युदण्डः नास्ति वा तस्य उपरि तादृशन्यायः त्रिशूलः इदानीम् एक एव अस्ति शूल एक आरोपितवान् नाम आरोपितवान् नाम दण्डः भवतु एतादृशदण्डः made him sit on the shulam. Made him sit on the shulam. Yes. That's how he dies. Yes. Him sit on the slowly. नाम अत्र आरोपितवान् इति शारीरिकरूपेण स्थापितवान् इति न आरोपितवान् नाम दण्डः तादृश भवतु इति भाति किन्तु आरोपितवान् आल्सो मीन्स् एक्चुली हियर आई थिंक द प्रोसेस वाज दैट आरोपितवान् मीन्स् हि चार्ज्ड् हिम् वित् दिस् पनिश्मेण्ट् हि डिडन्ट् डू इन् फ्रण्ट् आफ् हिम् देयर् हि आरोपितवान् आरोपः अध्यारोपः नाम हि वाज़ चार्ज्ड् वित् दट् हि वाज़ इट् वाज़ इम्पोज़्ड् अपान् हिम् दट् मे बि द नेक्स्ट् डे मे बि वन् एकमासानन्तरम् नाट् दट् हि फिजिकलि डिड् देयर् बट् जज्ड् आरोपः इति जानाति खलु भवान् आरोपः आरोपितवान् इति अस्ति नाम आरोपः इत्यस्मिन् साक्षात् अपरस्मिन् सन्दर्भे भवितुमर्हति अपरस्मिन् सन्दर्भे तस्मिन् सन्दर्भे प्रायः नास्ति अत्र चार्ज् इति अर्थः आरोपः नाम तत्र इम्पोस् इति प्रायशः अर्थः अस्तु कोऽपि प्रश्नः अस्ति वा तर्हि अग्रे गृहपाठः किं भवति नूतनपाठः न जातः अद्य किन्तु अभ्यासः तु जातः एवं करिष्यामि अहम् अद्य यदा ध्वनिमुद्रणं प्रेषयामि तदा गृहपाठं लिखिष्यामि किन्तु मम प्रश्नः अस्ति यत् जनाः पठन्ति अथवा क्षिपन्ति पठिष्यन्ति वा यदा यदि नाम ई पत्रं प्रेषयामि तदा जनाः पठन्ति न वा पठन्ति अस्तु यतोहि तत्र सन्ध्या भगिनी एकवारं नाम पत्रस्य अन्ते ध्वनिमुद्रं शृणोतु इति एव लिखितवान् अस्ति किन्तु आरम्भे किञ्चित् इतोपि लिखितमस्ति आरम्भे पत्रस्य आरम्भे अस्य सप्ताहस्य गृहपाठः कः इति ध्वनिमुद्रं सर्वदा तु भवति एव किन्तु तदधिकं तत्र ततः अधिकं तत्र वाक्यानि अपि भवन्ति आरम्भे पत्रस्य आरम्भे अहं लिखिष्यामि किं किं भविष्यति अवगतं वा अवगतं वा स्पष्टम् अद्य प्रेषयिष्यामि गृहपाठः किं कः भविष्यति वाक्यानि कानि अस्तु समीचीनम् अस्तु तर्हि विरमाम धन्यवादः नमस्कारः धन्यवादः।